सर्वेषां नमस्कारः. अद्यतनकरपत्रम् अस्ति शत्रुशानचोः प्रक्रियाचिन्तनम् इति करपत्रम् अनुवर्तमानः अस्ति. तर्हि अद्य वयं स्त्रीलिङ्गे इति गते सप्ताहे अस्माभिः दृष्टं द्वादौ द्विवादौ इति विषयः दृष्टः. अनन्तरं सुदादौ अपि सञ्जातम्. अधुना स्त्रीलिङ्गे इति उक्तमस्ति, ततः आरभ्य पठेम. अरुणभगिनी पठति किल. स्त्रीलिङ्गे अत्र देयम् अतेव भगिनि. आं भगिनि. अत्र धेयं यत् नपुंसकलिङ्गे नुं विधायकसूत्रे द्वे स्तः शप् शनोर्नित्यम् आच्छीनद्योर्नुम् उभयत्र निमित्तम् अस्ति शीनद्योः शी च नदी च अनयोः. अयं नदी शय्ना स्त्रीप्रत्ययस्य. अनेन सूत्रेण अस्माकं महत् सौकर्यं भवति, यतोहि यत्र नपुंसकलिङ्गस्य द्विवचने नुमागमो भवति तत्र स्त्रियां प्रातिपादिकस्यापि नुमागमो भवति. द्वयोः रूपं समानं, सर्वत्र समानं. स्त्रीलिङ्गे शत्रुशान प्रातिपदिकनिर्माणं समये किं सूत्राणि आवश्यकमिति अत्र नपुंसकलिङ्गे प्रक्रिया एव नुम् विधायकसूत्राणि द्वे सह शिक्षाणि सप्शनोर्नित्यम् आचिर्नद्योर्नुम् उभयत्र निमित्तमस्ति श्रीनद्योप्रत्यय. श्रीप्रत्यय नपुंसकलिङ्गे भवति नद्योः नदी शय्न नदी च स्त्रीलिङ्गे संज्ञप्रकरणं संज्ञस्त्रीप्रत्ययः. अनेन सूत्रेण अस्माकम् अत्र कार्यं करोति नपुंसलिङ्गस्य द्विवचने नुमागमो भवति तत्र स्त्रियामपि प्रातिपदिकस्य अपि नुमागमः भवति अपि च द्वयोः रूपं समानं भवति. नमस्ते महोदय, स्वागतं महोदय. श्रीलिङ्ग भवान् श्वेते श्वेते कुत्र अस्ति इति न जानामि. श्रीलिङ्गे इति आरभ्य महोदय. स्त्रीलिङ्ग प्रातिपदिकं निर्माणसमये द्वे सूत्राः आवश्यकं, निमित्तं भवति शप्शयोनित्यम् आचीर्नद्योनि इति द्वे सूत्र सहायेन प्रातिपदिकनिर्माणं निमागम. तत्र द्वयमेव तत्र आयाति खलु आयातः. किमर्थं शप्शन् आचि नद्योर्नुम् इत्यस्मिन् नदी इति प्रत्यये परे इति एव उक्तमस्ति, साक्षात् नदी इति उक्तमस्ति इति कृत्वा स्त्रीलिङ्गप्रत्यये परे इति अवगन्तव्यम्. अनन्तरं शप्शनोन्नित्यम् इति अग्रिमसूत्रं यत् अस्ति तत्र तु नदी इत्यस्य पुनः अनुवृत्तिः आयाति इति कृत्वा तदपि नदी प्रत्ययस्य कृते इत्युक्ते स्त्रीप्रत्ययस्य कृते इति वयं जानीमः. उभयत्र निमित्तं शीनद्योः इति उक्तमस्ति, इत्युक्ते शी प्रत्ययः कुत्र अस्ति, नदीप्रत्ययः कुत्र वर्तते इत्युक्ते नदीप्रत्ययः स्त्रीलिङ्गे स्त्रीप्रातिपदिकनिर्माणसमये आयाति, शीप्रत्ययः तु नपुंसकलिङ्गस्य द्विवचने. इत्युक्ते यदि अस्माकं स्त्रीलिङ्गे उमागमः भवति चेत् अस्माकं किमस्ति नपुंसकलिङ्गस्य द्विवचने अपि सुमागमः भवति, समानकार्यं सः. केवलम् एकमेव भेदः वर्तते, एकः एव भेदः वर्तते, नदीप्रत्यये परे तु प्रातिपदिके एव अनुमागमः भवति, किन्तु नपुंसकलिङ्गे केवलं प्रथमाविभक्ति द्वितीयाविभक्ति द्विवचने एव अनुमागमः भवति इति स्मर्तव्यम्. आं धन्यवादः भगिनि. अग्रे गीता भगिनी पठति किं भगिनि. अतः नपुंसकलिङ्गस्य द्विवचने प्रथमाविभक्तौ पचन्ती इति रूपं तदेव रूपं शत्रन्तस्य स्त्रीप्रातिपदिकम् अपि भवति. अयं सिद्धान्तः सङ्गच्छते सर्वेषु स्थलेषु अदन्ताङ्गेषु अनदन्ताङ्गेषु अभस्तसंज्ञकेषु च. सर्वत्र नपुंसकलिङ्गस्य द्विवचने प्रथमाविभक्तौ यत् रूपं तदेव रूपं स्त्रीप्रातिपदिकम्. किं भगिनि? कति पदानि स्मरति खलु भगिनि? किमित्युक्ते नपुंसकलिङ्गस्य द्विवचने प्रथमाविभक्तौ पचन्ति इति रूपं साधयामः. अनन्तरं स्त्रीप्रत्ययस्य प्रातिपदिकमपि प्रातिपदिकम् अत्र तु नपुंसकलिङ्गे तु केवलं विभक्तिरूपम् अस्ति पचन्ति इति द्विवचनं. प्रथमाविभक्ति द्वितीयाविभक्ति द्विवचनरूपम् अस्ति पचन्ति इति. किन्तु स्त्रीप्रातिपदिकस्य पश्यामः चेत् साक्षात् तदेव रूपमस्ति. पचन्ति इति प्रातिपदिकम् अस्ति इति कृत्वा पचन्ति पचन्त्यौ पचन्त्यः इति रूपाणि साधयामः वयं. तर्हि सिद्धान्तः तु किम् उभयत्र ई इति योजनं भवति. षी इति प्रत्ययस्य अपि शकारं लोपयित्वा लोपं भूत्वा ई इति आयाति. नदी प्रत्ययस्य अपि एव अस्ति ई इति एव प्रत्ययस्य योजनं भवति इति कृत्वा रूपं समानं भवति इति स्मर्तव्यमिति अयं सिद्धान्तः. एतत्तु सार्वत्रिकसिद्धान्तः अस्ति. इत्युक्ते अदन्तं वा अनदन्तं वा अभ्यस्तसंज्ञा. अभ्यस्तसंज्ञा इत्युक्ते जुहोत्यादिगणस्य यत्र द्वित्वं भवति तस्य तु अभ्यस्तसंज्ञा इति वर्तते. गतिसप्ताहे वयं पुनः तस्मिन् विषये दृष्टवन्तः. यत्र दा इति धातुः अस्ति द्वित्वं भूत्वा ददा इति भवति खलु. तादृश अभ्यस्तसंज्ञा कुत्र वर्तते इत्युक्ते जुहोत्यादिगणस्य धातूनां वर्तते. अनन्तरम् अदादिगणस्य षड् धातूनां जक्षित्यादेः षट् षट् इत्यनेन अभ्यस्तसंज्ञा वर्तते. तर्हि सर्वत्र तु यत्र नपुंसकलिङ्गस्य द्विवचने यद्रूपम् अस्ति तदेव अस्माकं स्त्रीलिङ्गप्रातिपदिकस्य रूपं भवति इति स्मर्तव्यं. समानं भवति इति सूत्रद्वयं सर्वदा. किमर्थम् इत्युक्ते यत्र यत्र शप्शन् आचिनद्योर्णम् इति यत् सूत्रं विधीयते तत्तु इत्यमपि पुनः शप्शनवृत्तिः आयाति शिनद्योः इति कृत्वा तत्र अपि समानं कार्यं खलु. समानसूत्रे स्तः समानकार्ये स्तः इति कृत्वा समानरूपं प्राप्नुमः वयं तावदेव खलु. कार्यं समानमस्ति चेत् रूपमपि समानम् इति एव तत्र. रामप्रिय भगिनी अग्रिम. आं भगिनि पङ्क्तिं कृपया पठतु. आं तर्हि द्वादिगणे पचन्ति पचन्ती नपुंसकलिङ्गस्य द्विवचने प्रथमाविभक्तौ अपि अस्ति स्त्री प्रातिपदिकमपि अस्ति. तथैव नृत्यन्ती इति शत्रन्तस्य स्त्रीप्रातिपदिकं द्विवादिगणे. चोरयन्ति इति शत्रन्तस्य स्त्रीप्रातिपदिकं चुरादिगणे. यतोहि सूत्रे शीनद्योः इति उक्तं. शी प्रत्यये परे यत् कार्यं तदेव कार्यं नदी प्रत्यये परे अपि. अनेन अग्रे गत्वापि कुत्रापि पृथक्तया स्त्रीरूपं न निष्पादनीयम्. नपुंसकल लिङ्गस्य द्विवचने रूपं यत् तदेव स्त्रीप्रातिपदिकं सर्वत्र. तदर्थं शत्रन्तानां कृते केवलं पुल्लिङ्गे नपुंसकलिङ्गे च रूपाणि साधनीयानि. स्त्रियां रूपाणि एवमेव भवन्ति तस्मिन् क्रमे. अपि च एकवारं स्त्रीप्रातिपदिकम् आगतं ततः अग्रे सुबन्तरूपाणि नदीशब्दवत्. अस्तु, यत्र वयं भुआदिगणे पचन्ति इति नपुंसकलिङ्गस्य द्विवचनम् इत्युक्ते प्रथमा विभक्तौ द्वितीया विभक्तौ द्विवचने यद् रूपं वयं साधयामः भुवादिगणे पचन्ति इति तदेव स्त्रीप्रातिपदिकमपि अस्ति. प्रातिपदिकरूपं स्त्रीलिङ्गे तद् पचन्ति इति अस्ति. तदेव नृत्यन्ति इति द्विवादौ स्त्रीप्रातिपदिकमस्ति. चोरयन्ति इति चुरादिगणे स्त्रीप्रातिपदिकमस्ति. नपुंसकलिङ्गस्य प्रथमाद्वितीयाविभक्तिरूपमपि नृत्यन्ति चोरयन्ति इति अस्ति इति दत्तमस्ति. अनन्तरं यतोहि सूत्रे शी नद्योः इति उक्तं, सूत्रे इत्युक्ते शप्शणोर्नित्यम् आचि नद्योर्नुम् इति सूत्र द्वये शी नद्योः इति यद्यपि उक्तं, शी प्रत्यये परे यत् कार्यं तदेव कार्यं नदी प्रत्यये परे समानकार्यं भवति शी प्रत्यये परे नदी प्रत्यये परे अपि. अनन्तरं किम् उक्तम् इत्युक्ते अनेन अग्रे गत्वापि कुत्रापि पृथक्तया स्त्रीरूपं न निष्पादनीयं. यदा वयं नपुंसकलिङ्गरूपं साधयामः तदेव स्त्रीलिङ्गे तस्य प्रातिपदिकरूपम् आगच्छति, अतः भिन्नतया तस्य रूप साधनीयं न आवश्यकम् इति दत्तमस्ति. अनन्तरं नपुंसकलिङ्गस्य द्विवचनरूपं तदेव पुनः स्त्रीप्रातिपदिकं सर्वत्र तदेव अस्ति इति, तदेव भिन्नभिन्न स्त्रियां रूपाणि एवमेव भवन्ति तस्मिन् क्रमे. तदेव नदीरूप यदा नदी शब्दवतेव स्त्री यदा स्त्रीप्रातिपदिकम् अस्माकं पार्श्वे अस्ति चेत् यत् सुबन्तरूपाणि वयं निर्मामः तत्तु नदी शब्दवत् भवति इति दत्तमस्ति. धन्यवादः भगिनि. किम् एकमेव विषयः अस्ति, एकमेव विषयः अस्ति किम् इत्युक्ते शप्शनोर्नित्यम् अदन्तम् अङ्गम् अस्ति चेत् आत् इत्युक्तमस्ति, ह्रस्वकारः वा दीर्घकारः वा भवतु आत् अङ्गस्य, अत्र तु किम् आत् इति प्रतिसप्ताहे प्रश्नः आगतः खलु, क्षम्यताम् अहं तु पूर्णतया न उक्तवती. आत् इत्यनेन दीर्घ आकारान्तम् अङ्गम् इत्यपि किमर्थं, तपरकालस्य इत्यनेन तपरकरणं किमर्थं न कृतम्, एतत् किमर्थं नास्ति इति वदेम इति प्रश्नः आगतः खलु. अत्र आत् इत्यनेन अकारान्त इति अकारान्त इत्यस्य रामशब्दस्य तकारान्त इत्यस्ति खलु, अ अन्त इति अस्ति खलु, अ इत्यस्य पञ्चमी विभक्ति आत् इति भवति खलु, तादृशम् आत् अस्ति. तर्हि पाणिनीयसूत्रेषु यत्र आत् इति आयाति तस्य तु विषयद्वयं भवितुम् अर्हति, सपरकरणेन आत् इति दीर्घ आकारस्य सूचना अपि भवितुम् अर्हति, नो चेत् अह्रस्वकारः दीर्घ अकारः उभयोः अपि ग्रहणं भूत्वा यत्र अकारान्त इति अ अन्त इति अस्ति खलु, तादृश अ अन्तस्य अ इत्यस्य सप्तमी पञ्चमी विभक्ति आत् अङ्गात् इति तादृशं पञ्चमी विभक्ति आत् इति भवितुमर्हति. अत्र तु ह्रस्वदीर्घकारयोः मेल तत्तु कथं जानीमः इत्युक्ते काशिकावृत्ति इति सर्वं दृष्ट्वा एव अवगन्तुं शक्नुमः. केवलम् उभयोः ग्रहणम् अस्ति किं, नो चेत् केवलम् आकारान्तस्य ग्रहणम् अस्ति किं, तपरकरणं कृतं किम् इति काशिकावृत्तिं दृष्ट्वा एव वक्तुं शक्यते. अत्र तु उभयोः ग्रहणम् अस्ति, तर्हि अकारान्त सामान्यसूत्रमस्ति अकारान्त वा आकारान्त वा भवतु तस्य तु नुमागमः भवतु इति विकल्पेन भवति इति आचिनद्यो नुम् इति सूत्रं वदति. अनन्तरं शप्शनो नित्यं वदति यदि प्रत्ययः शप् अस्ति अङ्गस्य शप्पङ्गं वा षण् अङ्गं वा अस्ति चेत् तस्य तु नित्यं भवति इति, इत्युक्ते वादिगणस्य दिवादिगणस्य चुरादिगणस्य नुमागमः नित्यं भवति इति. अन्यत्र अन्यथा अस्ति चेत् अदादिगणस्य आकारान्तधातुः किमपि अस्ति या इति याति इति धातुः अस्ति तेषां तु अनुमागमः विकल्पेन भवति, याति यान्ति इति रूपद्वयं भवितुमर्हति. धन्यवादः भगिनि. मणिमहोदय अग्रे पठति किल. पचन्तीं पचन्त्यौ पचन्तीः पचन्त्यः पचन्तीभ्यां पचन्तीभ्यः पचन् पचन्त्यै पचन्तीभ्यां पचन्तीभ्यः पचन्त्यः पचन्तीभ्यां पचन्तीभ्यः पचन्त्यः पचन्त्योः पचन्तीनां पचन्त्यां पचन्त्योः पचन्तीषु. अत्र रूपाणि सूचयन्ति पचन्ति इति प्रातिपदिकं श्रूयन्ते सप्शनोनित्याम् अथवा अदादि आचिनद्योर्णम् इति सूत्रेण भूतलिङ्गे पचन्ति रूपं भवति तदेव प्रातिपदिकम् इति दत्तम्। भुआदिगणे इति उक्तम् अस्ति खलु, इत्युक्ते भुआदिगणस्य धातुः अस्ति इति कृत्वा केवलं विकल्पेन न भवति खलु, तर्हि सूत्रम् अस्माकं सूत्रं केन सूत्रेण सुमागमः भवति इत्युक्ते नित्यम् इति सूत्रेण नित्यं भवति द्विवचने, तदेव पचन्ति इति श्रीलिङ्गे प्रातिपदिकम् अस्ति इति दत्तम्। उदीरच इति सूत्रमपि वदति श्रीलिङ्गे प्रातिपदिकं निर्माणं प्रथमपि अस्ति, पूर्वे अपि ईकार आगच्छति इति वदति। अनन्तरं सुधादिकरे नंसलिङ्गे द्विवचने यत् रूपं तदेव पुनः श्रीलिङ्ग प्रातिपदिकं भवति, सुधादिकरे नकसंलिङ्ग द्विवचने नुनागमविकल्पः अधः श्रीयाम् इति तदा सुधादिकरे श्री पुनः सुधादिकरे सत्यनो नित्यम् अचिनत्वं कार्यं करोति वा इति न सन्देहं, वैकल्पः अत्र नुमागमः तदानीन्तने वैकल्पः अत्र द्विवचने औत्थाने सक्षणनित्यं कार्यं करोति वा अचिनत्वं कार्यं करोति वा न सन्देहम् अस्ति महोदय अत्र। आचीनद्यो शप्शनो नित्यम् इति प्रत्ययः तु शप् शन् इत्यनयोः एव, सुधादिगणस्य विकरणप्रत्ययः कः? इति प्रत्ययः श इति एव प्रत्ययः, तर्हि सुधादिभ्यः शः इति सूत्रेण सत्यं महोदय, तर्हि शप्शनो नित्यम् इत्यस्य कार्यं नास्ति खलु, केवलम् आचीनद्योन्नम् इत्यस्य एव कार्यम्। आमाम् आम् इदानीम् आगच्छामि, धन्यवादः महोदय। अतः रूपं वैकल्पः अस्ति, यत्र नुमागमः न भवति अत्र लिखति लिखत्यौ लिखत्यः इति, नुमागमः भवति चेत् लिखन्ति लिखन्त्यौ लिखन्त्यः इति, तदेव द्विवचने अपि द्विभक्ति अपि लिखतीं लिखत्यौ लिखतीः, अनुमागमः भवति चेत् लिखन्तीं लिखन्त्यौ लिखन्तीः इति रूपाणि भवन्ति। सः अग्रे नदीशब्दवत् नदीशब्दवत् कदा भवति तदेव श्रीपति अपि भवति इति दत्तं महोदय। इत्युक्ते नदीभ्यां नदी इति आयाति खलु, तथा एव लिखन्त्या लिखन्तीभ्यां लिखन्तीभिः इति रूपाणि। तदेव सर्वेषु स्थलेषु भवति। भगिनि प्रश्नः अस्ति किं भगिनि? किमर्थं प्रथम बहुवचने नुमागमागच्छति केन सूत्रेण? प्रथमविभक्ति बहुवचन अत्र तु प्रातिपदिके एव नुमागमः अस्ति इति उक्तवन्तः खलु, यत्र अस्माभिः शत्र शानच् इति प्रत्ययं निर्मितं खलु, मूलप्रत्ययं तु वयं शत्र शानच् इति योजनेन निर्मामः, तदनन्तरं लिङ्गम् अनुसृत्य प्रातिपदिकं विद्यते, पुल्लिङ्गस्य कृते तु नपुंसकलिङ्गस्य कृते किमपि अन्यत् किमपि कार्यं नास्ति, किन्तु स्त्रीलिङ्गस्य कृते स्त्रीलिङ्गप्रातिपदिकनिर्माणस्य कृते नदीप्रत्ययस्य योजनं भवति, तर्हि यदा नदीप्रत्ययस्य योजनं भवति तस्मिन् समये एव प्रत्ययस्य एव स्थितौ विभक्तिरूपं न पश्यामः, तत्र तु प्रत्ययस्य एव क्षम्यतां प्रातिपदिकस्तरे एव तत्र नुमागमः भवति आचिनद्योनु शप्शनो नित्यम् इत्यनेन, नदी प्रत्यये परे इत्येव उक्तमस्ति खलु, विभक्ति इति न तत्र तु न उक्तमस्ति स्त्रीलिङ्गस्य कृते, द्वयस्य अपि किमर्थं लिखति अपि प्रातिपदिकम् अस्ति स्त्रीलिङ्गे? आम् किमर्थम् इत्युक्ते तुदादिगणस्य अस्ति इति कृत्वा आचिनद्वर्णम् इत्यनेन विकल्पेन नुमागमः भवति. षण् प्रत्ययः नास्ति खलु, शप् अपि नास्ति षण् अपि नास्ति लिखति इत्यस्य. लिक् धातुः तुदादिगणस्य धातुः अस्ति. इति कृत्वा तुदादिगणस्य धातुः अस्ति, तत्र तु शप् इति प्रत्ययः नास्ति तुदादिगणस्य, षण् अपि नास्ति इति कृत्वा आचिनद्योर्णम् इति सूत्रं कार्यं करोति. आचिनद्योर्णं किं वदति? विकल्पेन नुमागमः इति सूत्रं वदति. इति कृत्वा विकल्पेन नुमागमः. एकस्मिन् पक्षे प्रातिपदिकस्य नुमागमः, अन्यस्मिन् पक्षे नुमागमः नास्ति. धन्यवादः भगिनी. अतः आहत्य तुदादिगणे एव विकल्पेन रूपम् अस्ति, किन्तु वादिगणे, द्विवादिगणे, चुरादिगणे, स्त्रीलिङ्गेषु नित्यं नुमागमः नित्यम्. सत्यं, किन्तु यत्र अदादिगणस्य केचन दातवः सन्ति, आकारान्तदातवः सन्ति. अदादिगणस्य ह्रस्व आकारान्तदातवः तु न सन्ति, किन्तु आकारान्तदातवः सन्ति, अनेके सन्ति. तर्हि तेषां सर्वेषामपि समानकार्यं. पूर्वम् उक्तवती खलु, अत्र या इति, मा इति धातुः आचीनद्योर्णम् अकारान्तमङ्गम् इति एव उक्तमस्ति खलु. आचीनद्योर्णम् इत्यस्मिन् प्रत्ययः कः इति न उक्तः, कीदृशम् अङ्गम् इति न उक्तं. केवलं ह्रस्वम् अकारान्तं वा दीर्घम् अकारान्तं वा अङ्गं भवतु इति एव अस्ति. अत्र अदादिगणस्य तु प्रत्यय विकरणप्रत्ययस्य लुक् भवति, तदनन्तरं तु अङ्गमेव भवति खलु. अङ्गमेव अस्ति खलु. इति कृत्वा माति इति धातुः मा योगः, अत्र तु माति इत्यस्मिन् माति मान्ति इति रूपद्वयं भवति. किमर्थम् इत्युक्ते मा इति धातुः अदादिगणस्य आकारान्त, क्षम्यताम्, आकारान्तधातुः, किन्तु आकारान्तधातुः अस्ति इति कृत्वा आकारान्तम् अङ्गम् अस्ति अस्माकं कृते. भगिनी, आचीन् नद्योर्नुम् अत्र कति पदानि सन्ति भगिनि? आत् प्रथममस्ति शी नद्योः इति. प्रथमं तु शी नद्योः इत्युक्ते शी प्रत्यये परे, नदी प्रत्यये परे इति शी नद्योः इति उक्तमस्ति. शीनद्योः इति मिलित्वा आगते. शी प्रत्ययः इत्युक्ते नपुंसकलिङ्गस्य द्विवचने प्रत्ययः अस्ति शी इति प्रत्ययः. शीनद्योः इति एकं पदमस्ति. अनन्तरम् आत् इत्युक्ते अकारान्तम् अङ्गात् इति पञ्चमी विभक्तिः. यथा यथोदाहरणं रामात् इति अस्ति खलु, कृष्णात्, रामात् इति तादृशम् अकारान्तम् अङ्गात् इत्युक्ते पञ्चमी अस्ति. तत्तु पूर्वम् अस्ति, तादृशम् अकारान्तम् अङ्गं पूर्वं, तदनन्तरं शी प्रत्यये वा नो चेत् नदी प्रत्ययः वा आगच्छति चेत् तेषां नुमागमः भवति इति. अस्तु, आत् शी नदी परे नुमागमः भवति इति विकल्पेन भवति. वा इति अनुवृत्तिः आयाति पूर्वस्मात् सूत्रात्, वा इति अनुवृत्तिः आयाति. अस्तु, धन्यवादः भगिनि. भगिनि, एकनिमिषं, अत्र श्री प्रत्ययः गीता भगिनी सम्यक् न अवगच्छति. तत् श्री प्रत्ययः दृष्टतु, अत्र नपुंसकलिङ्गे शी प्रत्ययः अस्ति द्विवचने, तत् दृश्यतु. अस्तु, पश्यतु, पश्यतु, अत्र अस्ति, एतत् एतद् करपत्रे अस्ति, दृश्यतु, पश्यतु. आं भगिनि, धन्यवादः. धन्यवादः भगिनि. प्रथमगणसमूहे चिन्तनं समाप्तं. द्वितीयगणसमूह अनदन्तस्य रूपाणि. द्वितीयगणसमूहे सत्रङ्गप्रातिपदिकं. द्वितीयगणसमूहे षड् धातुगणाः सन्ति. येषां च प्रातिपदिकं यदा लट्लकारस्य प्रथमपुरुष बहुवचनान्तरूपं निष्पद्यते तत्वत् अत्रापि कार्यं समानम्। किमर्थम् इति चेत् शत्रुप्रत्ययः अपि अजादि अपित् अति अन्ति अपि अजादि अपित् अतः कार्यं एतादृशं समानम् इति दत्तम्। अन्तिप्रत्यय अजादि अपित् तदेव शत्रुप्रत्ययस्य अत् इति स्थाने अति अपि अपित् अस्ति अतः कार्यं समानं प्रातिपदिकनिर्माणार्थे समानम् इति दत्तं। प्रातिपदिकनिर्माणार्थ विधिः संक्षेपे यदा अति अन्ति इत्यस्य कार्यं तदेव वा अर्थ इत्यस्य अपि इति अतः अति अन्ति इत्यनयोः स्थाने अत् स्थाप्यते चेत् रूपं न सिद्ध्यति। अदादिगणे सन्ति षट् इति सन्ति इति बहुवचने अस्ति तदेव शत्रुप्रत्ययः अपि यदि षट् इति अत्र आश्रिति धातु नसरोल्लोक इति सूत्रेण अकारः लोपो भवति स एव तिष्ठति अधः सत् स एव अत् सत् इति रूपं भवति। योत्यजने ददति ददत् इति रूपं सप्रन्तरूपं स्वादिगणे शृण्वन्ति चिन्वत् इति रुदादिगणे रुन्दन्ति रुन्दत् इति तनादिगणे कुर्वन्ति कुर्वत् क्रियादिगणे क्रीणन्ति क्रीणत् इति अत्र क्रीणाति आकारः अस्ति स्नाभ्यस्तोर् आतः इति सूत्रेण आकारः लोपो भवति कृणत् इति रूपं भवति। शास्त्रीय क्रमः तिङन्दप्रसङ्गे आसीत् यदा तदेव चक्रवन्दस्य अपि यतोहि अजादि अपि इति प्रक्रिया समानः महोदय। वदतु महोदय। धन्यवादः महोदय। तर्हि यत्र अस्माकम् अदन्तमङ्गं नास्ति इत्युक्ते अदन्तमङ्गं पूर्वमेव जानीमः अदन्तमङ्गं कुत्र कुत्र भवति इति अकारान्तमङ्गं क्षम्यताम् अदन्तम् इति नास्ति अकारान्तमङ्गं तु द्विवादिगणे द्वादिगणे द्विवादिगणे चुरादिगणे अनन्तरं तुदादिगणे अपि अस्ति अनन्तरम् अदादिगणस्य केचन अकारान्तदातवः सन्ति ते सर्वे तु अकारान्तम् अङ्गम् इति वक्तुं शक्यते। अन्यत्र सर्वत्र अदादिगणस्य अन्ये दातवः ये सन्ति तेषां तु हलन्तं भवितुम् अर्हति नो चेत् अन्यत् अपि भवितुम् अर्हति। अनन्तरं जुहोत्यादिगणस्य सर्वत्र तु तत्रापि अधिकतया द्वित्वं भवति इति कृत्वा भिन्नकार्यम् अस्ति इति तत्रापि जुहोत्यादिगणस्य अपि अदन्तम् अकारान्तम् अङ्गं नास्ति खलु किमपि नास्ति स्वादिगणस्य तथा एव स्वादिगणस्य अनन्तरं रुदादिगणस्य तदा तनादिगणस्य क्रयादिगणस्य अपि अकारान्तम् अङ्गं नास्ति इति कृत्वा तत्र सर्वत्र नुमागमः न भवति। किमर्थम् इत्युक्ते अस्माकं सामान्यसूत्रमस्ति आचीनद्योर्णम् इत्युक्ते अकारान्तम् अङ्गम् आवश्यकम् अपेक्षितम् अकारान्तम् अङ्गं नास्ति इति कृत्वा अन्येषु गणेषु नुमागमः न भवति इति। धन्यवादः महोदय। पुनः पुष्पा भगिनी पठति किं भगिनि अदादिगणे इति क्षम्यतां कुत्र अदादिगणस्य इति अदादिगणे अदादिगणे वाट् तद् तद् भगिनि वायोगः तदेव तदेव अस्तु अस्तु वायोगः अत् कर्त्री शत् आदिप्र प्रभृतिभ्यः कर्तृशब्दौ शप् आयाति परे वापरे आदिप्रभृतिभ्यः शपः इत्यनेन लोपः भवति तत् न भगिनि आदिप्रभृति लोपः लोपः भवति इत्यनेन तत्र तु लुक् भवति खलु लुक् भवति तत्तु लोपः वायोगः अत् तथैव तिष्ठति तत् तद् अकः सवर्णे दीर्घे इति दीर्घः इत्यनेन वात् वात् अदादिगणे रूपमस्ति वात् इति प्रातिपदिकं कर्तरिशप् धातुतः शप् प्रत्ययः भवति कर्तृक सार्वधातुकप्रत्यये परे तत्तु शप् अस्ति चेत् तत् कार्यं करोति आदिप्रभृतिभ्यः शपः अदादिगणे स्थितेभ्यः धातुभ्यः भीतस्य शप् प्रत्ययस्य लुक् भवति आसीत् खलु मम किम् अभवत् क्षम्यताम् अहं तु अन्यत्र किमपि अन्यत् ज्योत्यधिगणे तावदेव पठतु तत् अभवत् महोदय जुहोत्यादिगणेन जुहोत्यादिगणे हुटाय् हृदाय् क्षम्यताय् दा एव तिष्ठति तद् अनुबन्धलोपे लोपानन्तरं दायोगः अत् कर्तृश जुहोत्यादिभ्यः श्लु अत्र श्लौ इत्यनेन द्वित्वम् आगच्छति दादा इति शप् श्लु आगच्छति तत् लुक् परे पठामि अद् विवरणं कृत्वा गच्छामि न न परे अस्ति विवरणं परे अस्ति दादा इति ह्रस्वः आगच्छति इत्यनेन अभ्यासस्य अभ्यासस्य ह्रस्वत्वम् आगच्छति ददा इति अङ्गं ददा योगः अत् अजाद्यपित्सु स्नाभ्यस्तरो स्नाभ्यस्तयोरातः इत्यनेन आकारः लोपः ददा अत् दद् योगः अत् ददत् इति जुहोत्यादिगणे जुहोत्यादिभ्यः श्लुः जुहोत्यादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप् प्रत्ययस्य श्लु भवति तदेव मम मया वक्तं श्लौ इत्यनेन द्वित्वम् आगच्छति ह्रस्वः अभ्यासस्य चर्चा वर्णः ह्रस्वः स्यात् ह्रस्वः आगच्छति तत्तु ददा दादा परि परे दा ददा आगच्छति ह्रस्वस्य ह्रस्वः सूत्रेण स्नाभ्यस्तयोरातः इत्यनेन स्ना प्रत्ययस्य प्रत्ययान्तस्य अभ्यस्तसंज्ञकः संज्ञकस्य च अङ्गस्य आकारस्य लोपः भवति कितिङ्कि सार्वधातुकप्रत्यये परे अनुवृत्तिसहितसूत्रं स्नाभ्यस्तयोः अङ्गस्य आतः लोपः कितिङ्कि सार्वधातुके सम्यक् भगिनि पठामि अस्तु अग्रे सूत्राणि पठतु भगिनि आचिन श्नुदातु जुहोत्यादिभ्यः श्लुः इति अस्ति खलु किं भवति तत्रैव सूत्राणि सन्ति खलु सूत्राणि न सन्ति अत्र सर्वत्रैव श्लौ गस्वः इति सर्वत्र इति सर्वेषामपि वर्णं दत्तं पूर्वे अस्ति इदानीम् अत्र अत्र नास्ति अनन्तरम् एतस्य तदपि पठतु इति वदामि. तत्तु अभ्यस्तरोतः तत् इदानीं am I at the wrong place? I don't think so. I'm correct. Anasthi bhagini, bhagini agre patatu iti vadami. Ekanamisha. Swadiganai? Swadiganai? Halanta? No. Tasmat puram sutrani santi kalu. Asthi, anyaha patatu ushamitam. अरुणा भगिनी पठति किं भगिनि जुहोत्यादिभ्यः श्लुतः जुहोत्यादिभ्यः श्लुः जुहोत्यादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्रत्ययस्य श्लु भवति. सूत्रं वदति जुहोत्यादिगणे स्थिते धातुभ्यः विहितः शप्रत्ययः प्रथमम् आगच्छति कर्तरिषप् सूत्रेण, परन्तु स्लू भवति अजहोत्यादिभ्यः स्लुः सूत्रेण स्लू भवति. स्लौ इति सूत्रेण स्लौ परे धातोः द्वित्वं भवति. तदेन तदपि मया पठितं भगिनि इदानीं. ओ एवं किम्, अहं तु चिन्तितवती अत्र उपरि यत् आसीत् तदेव स्वयं धन्यवादः. अरुणा भगिनी अग्रे पठतु. भगिनी मिश्रणं कृत्वा यदा पठितवती मया तु न अवगतं. तदेव लौपरे धातोः द्वित्वं भवति. तदनन्तरं ह्रस्वः इति सूत्रेण अभ्यासस्य अचुवर्णः ह्रस्वः भवति. ददातु दायोः अत् ददात् ददा भवति. ह्रस्वः सूत्रेण प्रथमदास्य आकारलोपः भवति. ददा इति रूपं भवति. स्नाभ्यस्तयोरातः स्नाप्रत्ययन्तस्य अभ्यस्तसञ्ज्ञकस्य च अङ्गस्य आकारस्य लोपो भवति. कितिमिति सार्वधातुकप्रत्यये परे अनुवृत्तिसहितसूत्रं स्नाभ्यस्तयोः अङ्गस्य आतः लोपः कितिमिति सार्वधातुके. तदनन्तरं स्नाभ्यस्तयोः आतः इति सूत्रेण यत्र स्नाप्रत्यय अन्तस्य अभ्यस्तसंज्ञस्य च अङ्गस्य आकारः अलोपो भवति. किं केन निमित्तं किति इति सर्वधातुकप्रत्यये परे शत्रुप्रत्ययः सर्वधातुकप्रत्ययः. ततः ददत् इति ददा योगः अत् दद योगः अत् ददत् एव भवति. स्वादिगणे इति तदपि पठति किं भगिनि. स्वादिगणे हलन्तधातूनां कार्यं शक् धातुः शक् योगः स्नु योगः अत् शक्नु योगः अत् अपित्सु गुणनिषेधः. अचिष्णुधातो भुवां यवोर्यङ् युवङ् वाङ्गौ इत्यनेन उवङ् आदेशः भवति. शक्न शक्न योगः उव् योगः शक्नुवत् इति रूपं भवति. हलन्तधातु शक् धातु स्वादिगणे स्नुप्रत्यय विकरणप्रत्यय कर्तृषप् प्रबाद्य आगच्छति. ततः तदनन्तरम् अत् शत्रुरूपं अनुबन्धलोपानन्तरं ततः षक् योगश्नु अत् शक्नु श्नु धातु अपित् अस्ति. ततः गुणनिषेधः भवति. परन्तु अचिष्णु धातो ब्रुवां योर्याङ् वो इति सूत्रेण अङ्गं उकार अस्ति ततः उवङ् आदेशः भवति शक्न उस्थाने औ आगच्छति योगः शक्नुवत् इति प्रातिपदिकं भवति. धन्यवादः भगिनि. अग्रे गीता भगिनी पठति किं भगिनि? प्रश्नः अस्ति किं भगिनि? गीतवत्परन्त न भगिनि, किन्तु पुनः अहं पठामि. एतत् सर्वं पूर्वमेव अस्माभिः पठितम् आसीत्. एकस्य गणस्य एकस्मिन् गणे किं किं कार्यम् इति पूर्वं पठितम् आसीत्. प्रायः तत्र किं किञ्चित् क्लेशः स्यात् भगिन्याः. प्रश्नः अस्ति चेत् पृच्छतु भगिनि. पठामि भगिनि. आम् आम्. अजन्तानाम् अजन्तधातूनां कार्यमिति अचि स्वादिगणे एव अजन्तधातूनाम् अग्रे अस्ति खलु. किन्तु एकं सूत्रम् अत्र अस्ति भगिनी पठितवती, तत्तु अचिष्णु धातु ब्रुवाङ् योरि वङ्गव इति. इत्युक्ते क्षम्यताम्, श्नु इति प्रत्यान्तङ्गस्य उदाहरणं स्वादिगणस्य तु श्नु अस्ति खलु. तर्हि तादृश अङ्गस्य इकारान्त तादृश अङ्गस्य उवङ्ग् आदेशः भवति अजादिप्रत्यये परीति. यत्र शक्नु इति अस्ति खलु, योगः अत् इति अस्ति, अजादिप्रत्ययः अस्ति इति कृत्वा श्नु अङ्गस्य उवङ्ग् आदेशः इत्युक्ते ऊकारस्य स्थाने उ इति आदेशः भवति. तर्हि शक्नुव अत् इति भवति, शक्नुवत् इति. केवलं साक्षात् उकारस्य स्थाने उ इव् इति आदेशः भवति. तावदेव अस्ति भगिनि. गीता पृष्टति अचि कथम् अस्ति इति वा? अजादि. आम् आं भगिनि, अचि कथम् अस्ति इत्युक्ते अच् इति प्रत्याहारः अस्ति खलु. अच् प्रत्याहारे के के वर्णाः सन्ति? आम् आं भगिनि, सर्वे स्वराः. सर्वे स्वराः सन्ति. तस्य सप्तमी विभक्तिः किम् अस्ति? अचि एव. तर्हि तादृश अजादिप्रत्यये परे इति उक्तमस्ति. आम् आं भगिनि, धन्यवादः. अग्रे अजन्तधातूनां कार्यम्. चिन् योगः श्नु योगः अत् चिनु योगः अत् भवति. अपित्सु गुणनिदेशः निषेधः. अपित्सु गुणनिषेधः. अजाद्यपित्सु हुष्णुवो वोहो सार्वधातुके. इत्यनेन यण् आदेशः चिन् योगः वकारयोगः अत् चिन्वत् इति भवति, निष्पन्नं भवति इति प्रातिपदिकं निष्पन्नं भवति. अत्र अजन्तधातूनां कार्यं अत्र चिन् योगः श्नु योगः अत् तत्र चिन् योगः श्नु चिनु भवति, शकारलोपः भवति. योगः अत् अत् इति अपित्सु गणनिषेधः. अपित् अस्ति किमर्थम् इत्युक्ते पित् नास्ति खलु. पित् नास्ति इति कृत्वा गुणनिषेधः. गुणं तत् चिनो इति न भवति इति. भगिनि भगिनि अत्र योगः श्नु भगिनि, चि योगः श्नु चिन्न अजादि अजादि धातुः अस्ति. अजन्तधातूनाम् इति भगिनि, अजन्तधातूनाम् इति एव अस्ति विषयः. चि इति अजन्तधातुः अस्ति खलु, अजन्तधातुः अस्ति. अधुना श्नु इति योजितं, तर्हि अधुना चिनु इति अभवत् खलु, चिनु योगः अत् इति स्थितौ किमस्ति अधुना अपितस्य अत् अपितस्य इति कृत्वा गुणकार्यं चिनो इति न भवति, गुणकार्यं न भवति इति उक्तमस्ति तावदेव. अग्रे किम् उक्तमस्ति? तुदादिगणे एव समानेव अपित् अस्ति, तत्रापि अपित् अस्ति सगुणगुणे. सत्यं भगिनि. अजाद्यपित्सु हुष्णुवोः सार्वधातुके इत्यनेन यण् आदेशः अस्तु. यण् सन्धि आदेशः भवति, अत्र उकारस्थाने वकार आदेशः भवति अचि परे. तदनन्तरं चिन् योगः वकारयोग अचिन्वत् इति भवति. उत्तमं भगिनि. किम् इत्युक्ते सामान्यसूत्रम् अस्माकं किम् अस्ति, यण् सन्धिसूत्रमस्ति इको यणचि इति खलु. अत्रापि शक्नु योगः अत् इत्यस्मिन्नपि इको यणचि इत्यस्य प्रसक्तिः अस्ति, चिनु योगः अत् इत्यस्यापि इको यणचि इत्यस्य प्रसक्तिः अस्ति. किन्तु किं भवति, यत्र शक्नुयोगः अत् इति अस्ति तर्हि इको यणचि इति वर्णनिमित्तिकं कार्यमस्ति खलु, केवलं सन्धिकार्यमस्ति. तद् प्रबाद्य अचिष्णुधातु ब्रुवां योर्योङ्ग इति सूत्रं कार्यं करोति. तत्तु सामान्य अग्रे अत्र अङ्गष्णु अङ्गानां कृते सामान्यकार्यमस्ति, अचिष्णुधातु ब्रुवां योर्योङ्ग इति कार्यं सामान्यकार्यमस्ति. किन्तु यत्र असंयोगपूर्व उकारः अस्ति इत्युक्ते शक्नु इत्यस्मिन् संयोगपूर्वक उकारः अस्ति खलु, इक् इन् इत्यनयोः संयोगः वर्तते. चिनु इत्यस्मिन् संयोगः नास्ति, इकारः अस्ति. नु इत्यस्मात् पूर्वं नकारस्य पूर्वं तु ऊ इति अस्ति इति कृत्वा संयोगः नास्ति. इत्युक्ते हलन्तराः संयोगः इति सूत्रमस्ति, येन व्यञ्जनद्वयं पार्श्वे आगच्छति, मिलित्वा आगच्छति, मध्ये तु स्वरः नास्ति चेत् संयोगः इति वदामः. अत्र तु शक्नु इत्यस्मिन् संयोगः वर्तते, चिनु इत्यस्मिन् संयोगः नास्ति इति कृत्वा हुष्णोः सार्वधातुके इति विशिष्टसूत्रमस्ति. यत्र असंयोगपूर्व उकारः अस्ति, असंयोगपूर्वस्य अङ्गस्य उकारान्तङ्गस्य स्थाने पुनः यण् आदेशः एव भवति. प्रथमं तु इकोयणस् इति सामान्यसूत्रं, तद् प्रबाद्य श्नु अङ्गानां कृते अचिष्णुधातु ब्रुवाङ् इत्यनेन उवङ् आदेशः भवति स्म. किन्तु यदि असंयोगपूर्वः उकारः अस्ति चेत् अचिष्णुधातु ब्रुवाङ् युवरिवङ्गौ इति सूत्रं प्रबाद्य पुनः यण् आदेशः भवति हुष्णोः सार्वधातुके इति सूत्रेण. यण् आदेशः एव अस्ति किन्तु इको यणचि इत्यनेन नास्ति, हुष्णोः सार्वधातुके इति विशिष्टसूत्रेण वर्तते इति विषयः. कः भेदः उभयोः इत्युक्ते, एकमस्ति संयोग हलन्तधातुः अस्ति चेत् संयोगपूर्व उकारः भवति, अजन्तधातुः अस्ति चेत् असंयोगपूर्व उकारः भवति इति कृत्वा हुष्णोः सार्वधातुके इत्यस्य कार्यं वकारः एव आयाति. हुष्णोः सार्वधातुके इत्यनेन उकारस्य स्थाने वकारः चिन्वत् इति रूपं प्राप्नुमः. अग्रे रामप्रिया भगिनी कृपया पठति. आं भगिनि. हुष्णुवोः सार्वधातुके हू धातुः च अनेकाच् श्नु प्रत्ययान्तम् अङ्गं च तयोः असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण् आदेशः भवति अजादि सार्वधातुकप्रत्यये परे. अस्तु, तद् भवती एव उक्तवती किल, अग्रे पठामि वा भगिनि? अस्तु, रुदादिगणे रुधिर् इति धातुः रुद् हलन्त्यम् इति सूत्र हलन्त्यं तस्य लोपः इति कृत्वा रुद् इति धातुः अनुबन्धलोपानन्तरं योगः श्नम् योगः अत् इति अस्माकं शत्रुप्रत्ययः. इदानीं किं भवति तत्र? आम् अस्तु, मिदच्योन्त्यात् परः इति सूत्रेण रुनद् इति आगच्छति. श्नम् इति प्रत्ययः धातोः मध्ये आगच्छति इति कृत्वा कुत्र इत्युक्ते मिदच्योन्त्यात् परः अन्त्यात् अचः परः आगच्छति, अतः रुनद्. श्नसोरल्लोपः इति सूत्रेण नकारोत्तरवर्ति अकारस्य लोपः भूत्वा रुन्द् इति अङ्गं रुन्द् योगः अत् रुन्दत् इति अस्माकं प्रातिपदिकं शत्रन्तप्रातिपदिकं रुदादिभ्यः श्नम् रुदादिगणे पठितेभ्यः धातुभ्यः श्नम् प्रत्ययो भवति कर्त्रार्थे सार्वधातुकप्रत्यये परे तत् रुदादिभ्यः श्नम् इति सूत्रमस्ति तत्र श्नम् प्रत्ययः विहितः भवति कर्त्रार्थे सार्वधातुकप्रत्यये परे रुदादिगणे अनन्तरं यद् श्नम् इति प्रत्ययः अस्ति तत्र मित् अस्ति प्रत्ययः तु मित् अस्ति अतः मिदचोन्त्यात् परः इति सूत्रेण यः मित् अस्ति सः अच् वर्णेषु अन्त्यात् परः आयाति अपि च अयं मित् यस्य वर्णसमुदायस्य अस्य अन्तिम अवयवो भवति अतः अस्माकं प्रत्ययः श्नम् अस्ति तद् मित् अस्ति अतः मिदचोन्त्यात् परः इति सूत्रेण अन्त्यात् अचः परः आगच्छति रुद् इत्यत्र अन्त्य अचः तु उ अस्ति तस्मात् परः नकारः विधीयते श्नसोरलोपः श्नम् प्रत्ययस्यापि च अच् धातोः अकारस्य लोपो भवति कितिङिति सार्वधातुके परे अत्रापि श्नम् इति प्रत्ययः एव अस्माकं निमित्तम् अस्ति नकारोत्तरवर्ति अकारस्य लोपः अस्मिन् येन सूत्रेण भवति श्नसोरलोपः इति सूत्रेण भवति अग्रे तनादिगणस्य अस्ति भगिनी आम् तनादिगणे तन् योगः उ योगः अत् तनादिगणीयधातुः तन् अस्ति तत्र अस्माकं विकरणप्रत्ययः तनादिभ्यः उः इति सूत्रेण उ इति विधीयते तन् योगः उ योगः अत् तनु इति अङ्गं तनुयोगः अत् अपित्सु गुणनिषेधः अत् इति अस्माकम् अजादि अपित् प्रत्ययः इति कृत्वा तत्र गुणनिषेधः भवति अनन्तरं किं भवति इत्युक्ते अजादिपित्सु इको यणचि इत्यनेन यण् आदेशः अस्माकं सन्धिसूत्रेण तत्र यण् आदेशः भवति उकारस्य स्थाने वकारः इति भूत्वा तन् युगः वयुगः अत् तन्वत् इति प्रातिपदिकनिर्माणं तत्र एव तनादिगणे एव कृ इति अन्यद् धातुः अस्ति कृ युगः उ युगः अत् अत्र किं भवति इत्युक्ते सार्वधातुक अर्धधातुकयोः इत्यनेन इकः स्थाने इक् वर्णस्य अन्ते स्थितस्य इक् वर्णस्य गुणः भवति अतः ऋकारस्य स्थाने रेपः कर् योगः उ कर् योगः उ आम् करु इति अङ्गम् अत उत् सार्वधातुके इत्यनेन अपिति प्रत्यये परे खरु इत्यस्य अङ्गस्य आकारस्य स्थाने ऊकारादेशः भवति आकारस्य स्थाने इत्युक्ते कवर्गस्य क्षम्यतां ककारोत्तरवर्ति आकारः कुरु इति अङ्गम् अत उत् सार्वधातुके इति सूत्रेण उकारः कुरु इति अङ्गं कुरु योगः अत् इदानीं सन्धिसूत्रम् इको यणचि इति सूत्रेण यण् आदेशः कुर्वत् इति प्रातिपदिकनिर्माणम् अत उत् सार्वधातुके इति सूत्रं वदति उ प्रत्ययान्त कृ धातोः ह्रस्व अकारस्य स्थाने उकारादेशो भवति कितिङ् इति सार्वधातुकप्रत्यये परे उ प्रत्ययान्त कृ धातोः इति उक्तमस्ति अस्माकं कृते तु कृ धातुः अस्ति तत्र ह्रस्व अकारस्य स्थाने उकार आदेशः भवति सार्वधातुक कितिङिति सार्वधातुकप्रत्यये परे इति निमित्तम् अस्ति तत्र उकारादेशः भूत्वा कुरु इति अङ्गं भवति अत उत् सार्वधातुके इति सूत्रेण कृधातुः एव विशिष्टसूत्रमस्ति खलु विशेषसूत्रम् आम् आम् अहं तु कुत्रचित् दृष्टवती इति अवगच्छामि किन्तु तत्र तनादिगणे आर्धधातुकप्रत्ययः इति वयं पठितवन्तः उ इति विकरणप्रत्ययः इति कारणेन किल तत्र कृ एव विशेषधातुः इति स्वीकृत्य तस्मिन् विषये किञ्चित् पृथक्तया पठितवन्तः एकदिने पठितवन्तः तत् अस्तु धन्यवादः मणिमहोदय क्रयादिगणेति क्रियादिगणे क्रि धातुः स्ना प्रत्ययः योः अर्थ अट्कुप्वाङ्गं व्यवादयापि इत्यनेन नत्वं क्रीणा इति अङ्गं क्रीणायोः अर्थ स्नाभ्यस्वरातः इत्यनेन आकारः लोपो भवति आकारः लोपो भवति क्रीन् योः अर्थ क्रीणत् इति रूपं भवति अत्र महोदय स्नाभ्यस्वकार्यं पूर्वं करोति वा अट्कुप्वाङ्गं परं कार्यं करोति वा इति सन्देहः अस्ति प्रायः स्नाभ्यस्वरातः कार्यं कृत्वा अनन्तरं नकारस्य नत्वं भवति इति अहं चिन्तयामि अट्कुप्वाङ्गं सूत्रं स्नाभ्यस्वरातः स्नाप्रत्ययान्तस्य अभ्यस्तसंहितस्य च अङ्गस्य आकारस्य लोपो भवति कृतिनीति सारलातिकप्रत्ययपरे अनिवृत्तिशैलसूत्रं स्नाभ्यस्तयोः अङ्गस्य आतः लोपः कृतिनीति सारलातिके स्ना इत्यस्य प्रत्ययस्य अङ्गस्य आकारलोपः स्नाभ्यस्तरोतौ इति सूत्रेण इति दत्तं निमित्तं कृतिनीति परे अस्ति चेत् इदानीं ग्रह योः स्ना ग योः रेपः तिरु योः अ योः ह योः स्ना गृहि ज्या इति गृहि ज्यावजि अचि इति सूत्रेण अत्र सम्प्रसारणं भवति र इत्यस्य ऋकारः भवति अकारस्य पूर्वरूपादेशः ग योः रु अधः अग्र योः ह योः न गृह् योः न अट्कुप्वं विवाये अपि इति सूत्रेण नत्वं गृह्णा इति अङ्गं गृह्णायोः अर्थ साध्यस्वर आतः इति आकारलोपः गृह्योः अर्थ गृणत् इति रूपं गृहधातुः अत्र सम्प्रसारणं भवति गृहीज्यावधि अचि इति सूत्रेण अधः अत्र गृह् इति रूपं भवति अत्र अकारस्य पूर्वरूपादेशः इति किम् उक्तम् इति अत्र अस्ति चेत् सम्प्रसारणस्य इति सूत्रेण अकार अस्ति चेत् पूर्वपरयोः पूर्वरूपं भवति इति अत्र दत्तम् अतः गृ एव रूपम् अनन्तरं ह योः न योः गृह्णा इति अट्कुपं वयवपि सूत्रेण नकारस्य नकारः नत्वं भवति स्नाभ्यस्वरातः इति सूत्रेण अकारः लोपो भूत्वा गृहण् योहात् गृह्णत् इति रूपं भवति महोदय अनन्तरं पठामि वा महोदय अग्रे भवान् यद् यदा उक्तवान् प्रायः तथा एव साक्षात् अट्कुप्वाङ्गं व्यवायेपि इति अष्टमाध्यायस्य चतुर्थपादस्य सूत्रमस्ति इति कृत्वा निश्चयेन त्रिपादिसूत्रमस्ति इति कृत्वा प्रथमं श्नाभ्यस्य रातः भूत्वा अनन्तरम् अट्कुप्वाङ्गम् इति भवति प्रश्नः पठतु प्रश्न मम अर्थे नास्ति अन्यः अस्ति किमपि अस्ति वा परन्तु भगिनि अत्र अट्कुप्वां पूर्वे अस्ति अत्र महोदय तथा दर्शितवान् तावदेव केवलं दर्शितवान् तावदेव श्नाभ्यस्तयोरातः पूर्वे अस्ति तत् तद् परात् अट्कुप्वाङ्ग आगच्छति इति न इति मन्ये आं भगिनि सत्यम् इति मन्ये आं तथा इति मन्ये महोदय अग्रे पठितुम् इष्टवान् द्वितीयगणसमूहे चिन्तनम् अत्र अनुदन्तेषु पुनः विभक्ति विभागद्वयम् अभ्यस्तम् अनभ्यस्तं च अनुदन्तरूपम् इदानीं पठितवन्तः अत्र अभ्यस्तसमीकादि तदा भवति अत्र दिवि बाहः अस्ति एकम् अभ्यस्तम् अनभ्यस्तं च इति सर्वप्रथमम् अस्माकं पञ्चनुमागमदायकसूत्राणि कानि केषु पञ्चसु च केषां प्रसक्तिः भवति यत्र अङ्गम् अनुदण्डम् अस्ति तत्र अभ्यस्तम् अनुदण्डम् अङ्गम् इति चेत् केषां प्रसक्तिः अनभ्यस्तम् अनभ्यस्तम् अनुदन्तम् अङ्गम् इति चेत् केषां प्रसक्तिः अस्ति इति पञ्च सूत्राणि अस्ति येषु पञ्चेषु कः सूत्रं कार्यं करोति इति अत्र चिन्तनमस्ति अनुदन्तम् अङ्गम् अनुदन्तम् अस्ति चेत् अनन्तरम् अभ्यस्तसंज्ञका अनुदन्तम् अङ्गं चेत् केषां प्रसक्तिः अनभ्यस्तम् इङ्ग्लीष् कृतवान् महोदय अभ्यस्तं चेत् अभ्यस्तस्थाने अनभ्यस्तम् इति द्वयोः मध्ये महोदयस्य भङ्गं जातः कनेक्षन् भङ्गं जातः इति मन्ये एकनिमिषं प्रतीक्षन्तु पुष्पभागिनी पठति भगिनि उदितचाम् आम् महोदय आगतवान् पठति किं महोदय आमाम् आं पठतु वदतु महोदय सूत्रं दातु मितुचाम् अङ्गानां सर्वणस्थाने अत्र यत्र धातुः नास्ति अत्र उचित् प्रत्ययः अस्ति चेत् अङ्गानां सर्वणां स्थाने भवति इति समीक्षां चतुर्प्रत्ययस्य नाम भवति सूत्रक्रमेणस्थाने उदितचां सर्वणावस्थाने दातु नाभ्यस्थाने भवद्भिः सम्यक् श्रूयते किं महोदयस्य ध्वनिः न भगिनि किमपि क्लेशः अस्ति किमपि क्लेशः अस्ति खलु महोदय भवतः ध्वनिः श्रुतः किन्तु श्रूयते किन्तु कुत्रचित् मध्ये मध्ये किमपि स्टाटिक् नाय्स् श्रूयते बहिर्गत्वा पुनः आगन्तुं प्रयत्नं करोति किं महोदय एकवारं पुष्पभगिनी पठतु किं भगिनि सम्यक् न तस्य सर्वे उदितचां तत् सर्वे नाश्रुतं उदितचां सर्वनामस्थाने धातोः धातुभिन्नम् उगितः नुमागमः भवति सर्वनामस्थानसंज्ञकप्रत्ययपरे अनुवृत्तिसहितसूत्रम् अधातोः उगितचाम् अङ्गानां नुम् सर्वनामस्थाने अत्र उगित् इति अस्ति चेत् अधातोः अधातोः धातोः न नास्ति न धातो अङ्गस्य विषय न अङ्गस्य विषये तत्र सर्वनाम अङ्गानां नुमागमः आगच्छति इति सर्वनामस्थाने आगच्छति नुमागमः नाभ्यस्त स्थाचतुः अत्र अभ्यस्तसंज्ञकात् शत्रुप्रत्ययस्य नुम् आगमः न भवति अत्र अत्र च सूत्रक्रमेण बोध्यं यत् निमित्तम् अस्ति सर्वनामस्थाने अनुवृत्तिसहितसूत्रं न अभ्यस्तात् अङ्गात् शतुः नुम् न अभ्यस्तात् तत्तु अभ्यस्तम् अस्ति चेत् न भवति न अभ्यस्तात् इति वदनेन अभ्यस्त नास्ति चेत् अङ्गात् शतुः नुमागमः भवति इति न सम्यक् नपुंसकस्य नपुंसकलिङ्गे सर्वनामस्थानसंज्ञकप्रत्यये परे अभ्यस्तसंज्ञकात् शत्रन्तस्य विकल्पेन नुमागमः भवति अनुवृत्तिसहितसूत्रम् अभ्यस्तात् शतुः नपुंसकस्य अङ्गस्य वा सर्वनामस्थाने तत्र अभ्यस्तात् नपुंसकलिङ्गे अङ्गस्य नुमागमः सर्वनामस्थाने आगच्छति अभ्यस्तात् शतु इति अस्ति चेत् सम्यक् आचि आचि नद्योर्नुम् अवर्णात् अङ्गात् शत्रन्ताङ्गस्य विकल्पेन नुम् आगमः भवति शी प्रत्यये नदी प्रत्यये च परे अनुवृत्तिसहितसूत्रम् आत् अङ्गात् शतुः वा नुम् शी नद्योः अत्र शी अथवा नदी प्रत्यये परे आत् इति अङ्गस्य परे शतुः अत्र शतुः अपि अस्ति अत्र नुम् आगमः भवति वा इति अस्ति विकल्पेन आगच्छति विकल्पेन आगच्छति शप् श्यनोर्नित्यं शप् शन् प्रत्ययोः अवर्णात् अङ्गात् शत्रान्तङ्गस्य नित्यं नुमागमः भवति शी प्रत्यये नदी प्रत्यये च पदे अनुवृत्तिसहितसूत्रं श्यप् श्यनोः आत् शतुः अङ्गस्य नित्यं नुं शी नद्योः अत्र सम्यक् अस्ति अवगतं न सर्वे वदामि भगिनि अत्र अहम् एकवारं वदामि किमित्युक्ते किं स्मर्तव्यमित्युक्ते यत्र सर्वनामस्थानम् इति वदामः तत्र एकः विषयः अस्ति पुल्लिङ्गे स्त्रीलिङ्गे सर्वनामस्थानम् इत्युक्ते प्रथमपञ्चस्थानानि विभक्तिरूपस्य प्रथमपञ्चस्थानानि नपुंसकलिङ्गे सर्वनामस्थानम् इति वदामः चेत् प्रथमा विभक्ति द्वितीया विभक्ति बहुवचने बहुवचनान्तरूपं साक्षात् केवलं रूपद्वयमस्ति खलु प्रथमा विभक्ति बहुवचनान्तरूपं द्वितीया विभक्ति बहुवचनान्तरूपं द्वयोः अपि सर्वनामस्थानम् इति संज्ञा भवति तर्हि आहत्य सूत्राणि पञ्च एव सूत्राणि सन्ति मिलित्वा पश्यामः चेत् पुल्लिङ्गस्य कृते प्रथमपञ्चस्थलेषु नुमागमः भवति यत्र भवति यस्य धातोः भवति तस्यैव धातोः नपुंसकलिङ्गस्य सर्वनामस्थानं किम् अस्ति बहुवचने अस्ति तर्हि बहुवचने समानकार्यं भवति तथा एव यत्र स्त्रीलिङ्गे अस्माकं कुत्र स्त्रीलिङ्गे प्रातिपदिके नुमागमः भवति चेत् नपुंसकलिङ्गस्य द्विवचने प्रथमाविभक्तिद्विवचने द्वितीया विभक्ति द्विवचने नुमागमः भवति. तर्हि पुल्लिङ्गस्य चिन्तनं स्त्रीलिङ्गस्य चिन्तनम् इति पृथक्तया कृत्वा अनन्तरं नपुंसकलिङ्गस्य कीदृशं चिन्तनं कुर्मः इत्युक्ते द्विवचने अस्ति चेत् स्त्रीलिङ्गवत् भवति रूपं, बहुवचने इति पश्यामः चेत् पुल्लिङ्गवत् भवति रूपम् इति स्मर्तव्यम्. इति स्मरामः चेत् सम्यक् कर्तुं शक्नुमः. तर्हि पुल्लिङ्गस्य कृते किम् अस्ति, उगिदच्छां सर्वनामस्थाने अधातोः इति सामान्यसूत्रमस्ति. तर्हि नुमागमः सामान्यतया भवति, किन्तु पुल्लिङ्गस्य कृते नाभ्यशतुः इत्यनेन यत्र द्वित्वं भवति जुहोत्यादिगणस्य सर्वनामस्थाने पुल्लिङ्गस्य नुमागमः न भवति इति स्मरणम्. अन्येषु नवसु गणेषु अपि नुमागमः विधीयते पुल्लिङ्गस्य कृते. तर्हि तथा एव अस्ति नपुंसकलिङ्गस्य बहुवचने. नपुंसकलिङ्गस्य बहुवचने प्रथमाविभक्ति द्वितीयाविभक्ति बहुवचने यत्र द्वित्वम् अस्ति ददत् इति अस्ति तादृशजुहोत्यादिगणस्य तु नुमागमः न भवति, किन्तु अन्यनवसु गणेषु अपि नुमागमः विधीयते बहुवचने, नपुंसकलिङ्गस्य बहुवचने. अस्तु, इदानीं स्त्रीलिङ्गे पश्यामः चेत् स्त्रीलिङ्गे किम् अस्ति, आचिनद्योर्णम् इति अस्ति. किम् इत्युक्ते किन्तु वा नपुंसकलिङ्गस्य इति एकं सूत्रम् अस्ति अभ्यस्तसंज्ञकानां कृते. पुल्लिङ्गवत् भवति किन्तु यत्र अभ्यस्तसंज्ञा भवति तत्र तु विकल्पेन नुमागमः भवति नपुंसकलिङ्गस्य बहुवचने सर्वनामस्थाने. इत्युक्ते ददति इति रूपद्वयं भवति बहुवचने. इति एकमेव विशिष्टकार्यमस्ति यत्र अभ्यस्तसंज्ञा अस्ति चेत्, अङ्गस्य अभ्यस्तसंज्ञा अस्ति चेत् नपुंसकलिङ्गस्य पुल्लिङ्गवत् एव अस्ति, नुमागमः न भवति किन्तु विकल्पेन भवति वा नपुंसकस्य इति सूत्रेण. अनन्तरं किम् अस्ति, स्त्रीलिङ्गस्य कृते पश्यामः चेत् ह्रस्वकारान्तं वा अकारान्तस्य अङ्गस्य नुमागमः विकल्पेन भवति किन्तु शप्शन् अस्ति चेत् द्वादिगणस्य चुरादिगणस्य दिवादिगणस्य नित्यं भवति. अन्ये तुदादिगणस्य तु विकल्पेन भवति, प्रातिपदिकस्य विकल्पेन नुमागमः भवति. अनन्तरं अदादिगणस्य आकारान्त धातवः ये सन्ति तेषामपि नुमागमः विकल्पेन भवति. तथा एव अस्ति नपुंसकलिङ्गस्य द्विवचने. शप्शन् अस्ति चेत् नपुंसकलिङ्गस्य द्विवचने नित्यं भवति. अनन्तरं तुदादिगणस्य वा अदादिगणस्य आकारान्तदातवः सन्ति चेत् विकल्पेन भवति द्विवचने नुमागमः. अन्ये गणेषु वर्तन्ते चेत् नुमागमः द्विवचने तु न भवति एव इति विषयः. तर्हि पुल्लिङ्गस्य कृते पञ्चस्थानेषु प्रथमपञ्चस्थानेषु, स्त्रीलिङ्गस्य कृते पश्यामः चेत् प्रातिपदिके एव भवति, नपुंसकलिङ्गे पश्यामः चेत् द्विवचनस्य कार्यं स्त्रीलिङ्गस्य प्रातिपदिकस्य यत् कार्यमस्ति तदेव अस्ति द्विवचनस्य कार्यम्. अनन्तरं बहुवचनस्य तु पुल्लिङ्गवत् भवति केवलं यत्र जुहोत्यादिगणस्य अस्ति तत्र एव विकल्पेन भवति नुमागमः. पुल्लिङ्गस्य तु जुहोत्यादिगणस्य नुमागमः न भवति एव, किन्तु नपुंसकलिङ्गस्य कृते जुहोत्यादिगणे यत् यदि धातुः जुहोत्यादिगणे अस्ति चेत् विकल्पेन रूपद्वयं भवति, नुमागमः एकस्मिन् पक्षे अन्यस्मिन् पक्षे नुमागमः न भवति इति आहत्य चिन्तनं तादृशम् अस्ति. तर्हि येषु प्रश्नाः सन्ति अत्र महोदयस्य त्रयः प्रश्नाः सन्ति, येषु पञ्चसु केषां प्रसक्तिः भवति यत्र अङ्गम् अनदन्तम् इति उक्तमस्ति. प्रश्न उत्तरमस्ति किं कस्यापि, अनदन्तम् इति यत्र वदेम अनदन्तम् इति. हलो, श्रूयते. यत्र अङ्गम् अनदन्तम् अस्ति पञ्चसु केषां प्रसक्तिः अस्ति इति प्रश्नः अस्ति महोदयस्य प्रश्नः. अत्र तु अनदन्तं प्रथमस्य प्रथमसूत्रस्य तु अदन्तम् अङ्गम् अदन्तम् अनदन्तम् अङ्गम् इति किमपि नास्ति. तर्हि अनदन्तम् अङ्गस्य कृते अपि उगितसां सर्वनामस्थाने इत्यस्य प्रसक्तिः तु अस्ति एव. नाभ्यस्तशतुः अपि तथा एव, अभ्यस्तसंज्ञकधातोः नुमागमः न भवति इति वदति, किन्तु अदन्तं वा अनदन्तं वा इति प्रश्नः नास्ति. तत्र तु सर्वे सार्वत्रिकमस्ति अस्मिन् विषये, अदन्तं भवतु अनदन्तं भवतु, नाभ्यस्तशतुः इत्यस्यापि प्रसक्तिः अस्ति. वानपुंसकस्य इत्यस्यपि तथा एव, अनदन्तम् अदन्तम् इति चिन्तनं तत्र पुल्लिङ्गस्य कृते यत्र सर्वनामस्थानं भवति तत्र तु नायाति एव. वानपुंसकस्य इति सूत्रस्यपि तथा एव इति कृत्वा प्रथमत्रीणि सूत्राणि तु अनदन्तङ्गस्य कृते प्रसक्तिः भवति एव. किन्तु आचिनद्योनुम् इति तु आत् अङ्गात् इति उक्तमस्ति, इत्युक्ते अकारान्तम् अङ्गम् इति उक्तमस्ति खलु. शप्शनु नित्यमपि अकारान्तम् अङ्गानां कृते, शप्शन् अपि अकारान्तम् अङ्गमस्ति इति कृत्वा तत्र तु अनदन्तम् अङ्गस्य कृते न भवति. अन्तिमसूत्रद्वयं प्रश्नः अस्ति किं भगिनि? प्रश्न अङ्गम् अनदन्तम् अत्र भवति उगतिचां नाभ्यस्तात् चतुः वा नपुंसकस्य प्रसक्तिः नास्ति वा न? अनदन्तम् अस्ति चेत् प्रसक्तिः नास्ति इति भवत्याः प्रश्नः अस्ति किम्? अङ्गम् अदन्तम् अनदन्तम् अदन्तम् अदन्तं वा भवतु, तत्र तु प्रश्नः एव न उदेति खलु. तत्र तु सूत्रे तु अदन्तम् अङ्गम् इति न अपेक्षितं खलु. अनदन्तम् अङ्गं भवतु अदन्तम् अङ्गं भवतु, सूत्रस्य प्रसक्तिः अस्ति एव उभयत्र. उगित् इति एवम् अस्ति, निमित्तं किम् अस्ति उगित् इति एव, केवलं प्रत्ययस्य कीदृशप्रत्ययः इति दृष्ट्वा सर्वनामस्थाने नुमागमः भवति इति एव उक्तमस्ति सूत्रे. अङ्गम् अदन्तम् अनदन्तं न उक्त न उक्तम्, उभयत्रापि कार्यं भवति. आम् इत्युक्ते नवसु गणेषु अपि भवति इति कार्यं. नवसु गणेषु अदन्तमङ्गमपि अनदन्तमङ्गमपि अस्ति खलु, केवलं द्योत्यादिगणं विहाय नवसु गणेषु अपि भवति. अत्र पूर्वे अस्ति गीतचाम् इत्यनेन अङ्गम् अदन्तम् अथवा अनदन्तम् अनयोः मध्ये एकं भवेत् इति तादृशं किमपि न उक्तम्. अतः सर्वनामस्थाने परे उभयत्र अदन्ते अनदन्ते च नुमागमः. क्षम्यतां, मम तु एकः दोषः कृतः. मया तु नाभ्यस्तशतुः इत्यस्मिन् तु अभ्यस्तसंज्ञकप्रत्यये परे इति साक्षात् अभ्यस्त अङ्गानाम् इत्युक्तमस्ति. अभ्यस्तङ्गमस्ति चेत् साधारणतया ददा इत्यस्मिन् तु पुल्लिङ्गस्य कृते तत्रापि न उक्तमस्ति अदन्तम् अङ्गम् अनदन्तम् अङ्गम् इति न उक्तमस्ति. तर्हि अनदन्तम् अङ्गानां कृते अपि सार्वत्रिकमेव अस्ति, तत्र तु भवति एव प्रसक्तिः. प्रश्नः अस्ति किम्? रामप्रिया भगिनी, भवत्याः सम्यक् एव भगिनि. उगीदचां सर्वनामस्थाने धातोः इति सूत्रे एव उक्तम् अस्ति किल. यत्र अङ्गम् अभ्यस्तम् अनदन्तम् इति वदामः चेत् तदपि अनाभ्यस्तशतुः वानपुंसकस्य उभयोः अपि प्रसक्तिः अस्ति खलु. अभ्यस्तम् अनदन्तं वा, अत्रापि पुनः अदन्तम् अनदन्तम् इति न उक्तमस्ति इति कृत्वा उभयोः अपि प्रसक्तिः अस्ति. अभ्यस्तम् इति अस्ति इति कृत्वा नाभ्यस्तशतुः वानपुंसकस्य इति द्वयोः अपि प्रसक्तिः. अनन्तरं किम् अस्ति, यत्र अङ्गम् अनभ्यस्तम् अनदन्तम् इति पश्यामः चेत् केवलम् उगितचां सर्वनामस्थाने इत्यस्य एव प्रसक्तिः खलु. अग्रे पश्यामः. अभ्यस्तम् अनदन्तम् अङ्गम् इति उक्तमस्ति. तत्र तु विशिष्ट अस्माकं सूत्रं यक्षिष्ठादयः षड् इति सर्वम् उक्तमस्ति. अस्य क्रमः पुष्पा भगिनी पठितवती खलु, पुनः अरुणा भगिनी पठति किं भगिनि? कर्तुं न शक्नोमि भगिनि, म्यूट् कर्तुं न शक्नोमि. अहं करोमि भगिनि, भवत्याः लैन् किं? म्यूट् अहं कृतवती भगिनि. स्टार् सिक्स् नोदित्वा अन्म्यूट् कर्तुं शक्यते भगिनि भवत्या. अरुणा भगिनी पठति. अभ्यस्तम् अनदन्तम् अङ्गं पुंलिङ्ग विषये नाभ्यस्ता चतुः इति अभ्यस्तसञ्ज्ञकात् चतुप्रत्ययस्य नुम् आगमः न भवति. अस्य च सूत्रस्य निमित्तम् अस्ति सर्वनामस्थाने उगदिचां सर्वनामस्थाने अधातोः इत्यस्मात् अनुवृत्तिसहितसूत्रं न अभ्यस्तात् अङ्गात् शतुः नुम् पुंलिङ्गवि अभ्यस्त अनदन्त अङ्गम् अस्ति चेत् पुंलिङ्गसमये प्रक्रियायां नाभ्यस्तचतुः इति सूत्रेण अनुमागम न भवति अभ्यस्तसञ्ज्ञात् चतुप्रत्ययपरे अपि. अनुवृत्तिसहितसूत्रं न अभ्यस्तात् अङ्गात् शतुः नु इति अवगतं भगिनि. अनुभूतिसहितं न अभ्यस्तात् अङ्गात् शतुः नुम् शतुः प्रत्ययस्य तु नुमागमः न भवति, नुम् न अस्ति इति. न शतुः नुम् इत्युक्तमस्ति खलु, शतुः प्रत्ययस्य नुमागमः न भवति कीदृशात् अङ्गात्? अभ्यस्तात् अङ्गात् इत्युक्ते पूर्वम् अभ्यस्त अङ्गम् अस्ति इत्युक्ते ददत् इति अङ्गमस्ति. अभ्यस्तसंज्ञा इत्युक्ते यत्र द्वित्वं भवति तत्तु अभ्यस्तसंज्ञा अस्ति. उदाहरणार्थं दः ददति, बिदेति इति तादृशजुहोत्यादिगणस्य सामान्यतया पश्यामः चेत् जुहोत्यादिगणस्य तु अभ्यस्तसंज्ञा भवति. अभ्यस्तसंज्ञा जुहोत्यादिगणे भवति. ददत् ददतौ ददतः इति रूपं ददतं ददतौ ददत् अत्र अस्माभिः स्मर्तव्यं यत्र सूत्रे जुहत्यादिगणीयधातुभ्यः लुम् न भवति इति न उक्तम्, अभ्यस्तसञ्ज्ञकात् इति एव उक्तम्. तर्हि अभ्यस्तसञ्ज्ञकात् इत्यस्य कथनेन केषां केषां ग्रहणम् इति एकवारं चिन्तनीयम्, यतोहि समग्रं चिन्तनम् इति लक्ष्यं चेत् केषाम् अभ्यस्तसंज्ञा भवति इति ज्ञेयम्. अत्र सूत्रे अभ्यस्तसञ्ज्ञकात् इति वदति, न जुहादिगणादिभ्यः धातुभ्यः इति. किमर्थम् अभ्यस्तसञ्ज्ञकात् इत्यस्य कथनेन केषां केषां ग्रहणम् इति वयं पठामः. जक्षित्यादयः षड् लिटि धातोः अनभ्यस्तस्य स्नयङ्गोः श्लौ शलौ चङ्गि इति पञ्चसूत्राणि सन्ति. येषु एव स्थलेषु अभ्यस्तसंज्ञा भवति. अदादिगणे सप्तधातवः जच् धातु आरभ्य जच् जागृ दरिद्र चकाश् शाश् दीधि विवेङ् इति सप्तधातवः अदादिगणे अभ्यस्तसंज्ञा भवन्ति. लिट् लकारे अपि सनन्तरूपेषु लिङ् लकार लिट् लकारे सनन्तरूपेषु यङ्गन्तरूपेषु यङ् लुगन्तरूपेषु युहातिगणे लुङ् लकारे च अभ्यस्तसंज्ञा भवति. चङ् इति विकरणप्रत्ययः लुगि इत्यस्मात् चङ् इत्यस्य कथनेन लुङ् लकारस्य ग्रहणं। तर्हि येषां मध्ये कुत्र कुत्र नाप्यस्तात् चतुः इत्यस्य प्रसक्तिः प्रथमतः चिन्तनीयं, केषु केषु प्रसङ्गेषु स्वतन्त्ररूपं सम्भवति। अभ्यस्तसंज्ञा जुहोत्यादिगणे एवं न, परन्तु अलादिगणे शब्दधातवः अपि अभ्यस्तसंज्ञा आगच्छति। लिट्लकारे अपि आगच्छति। सन्नन्तरूपेषु, यङ्गन्तरूपेषु, लुगन्तरूपेषु, जुहोत्यादिगणे लुङ् लकारे अपि आगच्छति। ततः अत्र नाभ्यस्ताचतुःसूत्रप्रसक्तिः अस्ति, वयं पठामः। शत्रन्तम् इत्यस्य कथनेन सुबन्तम् एव न तु तिङ्गन्तम्। अतः यत्र यत्र तिङ्गन्तम् एव भवति तत्र तत्र शत्रुप्रत्ययः न विधीयते एव। लिट्लकारः लुङ्लकारः चेत्यनयोः लकारत्वात् नित्यं तिङ्गन्तम्, अतः तत्र न भवति। अवशिष्यते अदादिगणस्य शब्दधातवः सन्नन्ताः, यङन्ताः, यङ् लुगन्ताः, जुहोत्यादिगणीयधातवः च। एते सर्वे धातवः एव, अतः तेभ्यः सर्वेभ्यः तिङ्प्रत्ययाः अपि कृत्प्रत्ययाः अपि विधीयन्ते। सत्रन्तम् इति नामकरणेन सुबन्तम् एव न तिङ्गन्तप्रकरणे नाभ्यस्तचतुःरूपं सूत्रं न प्रसङ्गं न भवति। यत्र यत्र तिङ्गन्तमेव भवति तत्र शत्रुप्रत्ययः न विधीयते एव। तदा एव लिट्लकार क्षम्यता, लिट्लकार लुङ्लकार चेत् चेत् अनयोः चेत् अनयोः लकारन्त लित्यं तिङ्गन्त। अत्र वदति लिट्लकार लुङ्लकार तिङ्गन्त एव, ततः शत्रुप्रत्ययः न आगच्छति। परन्तु अदादिगणे शब्दधातवः सन्नन्ताः धातवः, यगन्ताः दातः, यङ् लुगन्ताः, जुहोत्यादिगणधातवः एव सर्वदा शत्रुप्रत्यय आगच्छति। यत्र यत्र धातुः निर्मामः साक्षात् औपदेशिकधातु वा नो चेत् आतिदेशिकधातुपि भवितुम् अर्हति यत्वद्वित्वम् अभवत्, तादृशधातुभ्यः शत्रुप्रत्ययः यत्र विधीयते तत्र भवितुम् अर्हति इति। आम् विधीयन्ते, पठामि भगिनि। सन्नन्तान् अवलोकयामः, यः धातुः सन्नन्तः सः आतिदेशकधातुः, औपदेशिकधातुभ्यः आतिदेशिकधातवः निर्मीयन्ते। गम्लु इति औपदेशिकधातुः दृष्टान्तत्वेन स्वीकुर्मः। सन्प्रत्यययोजनेन धातुः नूतनधातुः भवति, तर्हि तत् आतिदेश धातुः इति नामकरणम्। औपदेशकधातुभ्यः धातुः अर्थं मूलधातु एव औपदेशकधातुः इति नामकरणम्। औपदेशकधातुभ्यः आतिदेशकधातव्य निर्माण कथं भवति इति वयं पठामः, पठिष्यामः। उदाहरणं गम्लु धातु उदाहरणम् अत्र भवति। अधुना समयः अतीतः, वयम् अग्रिमसप्ताहे पश्यामः। किम् पुनः एतदेव विषयः दक्षित्यादयः षट् इति आरभ्य अग्रिमसप्ताहे. आं भगिनि, विरमामः. धन्यवादः, धन्यवादः सर्वे. धन्यवादः भगिनि, नमस्कारः. धन्यवादः भगिनि.